अस्तु, नमस्कारः महोदय, आन्ध्रे महोदय, कृपया आम् महोदय, नमस्कारः. इदानीम् अहं तत्र इदं चिन्तनम् अद्य करोमि, मया इदानीं प्रचार्यते भवतु नाम. परन्तु प्रथमतः तत्र के के सन्ति इति तत् मयापि ज्ञातव्यं खलु. भो सरला अस्मि महोदय. नमस्कारः महोदय, लक्ष्मी अस्मि. अहं शनिवासरे कदापि न भवामि, प्रायः भवान् न जानाति. भवमहोदय अस्मि. नमस्कारः. भवतु इदानीं धन्यवादः. भवतु इदानीं तत्र अस्माकं विषयः, इदानीं परिचर्यमानः विषयः यः, सः सन्निकर्षनिरूपणम्. नाम तत्र प्रत्यक्षे वयं स्मः अथवा यथार्थानुभावे स्मः. यथार्थानुभावे अस्माभिः तत्र केचन प्रकारः दृष्टाः, तत्र नामधेयं तेषां कृतम् इति तावत्. इदानीं तु प्रत्यक्षे स्मः. प्रत्यक्षं यत् प्रमाणं यथार्थानुभावः एकतमः, अन्यतमः यः, सः अस्माभिः वस्तुतः इतः प्राक् परिशीलितम्. इदानीं तु दालकृत्ये, तत्र दालकृत्यम् इव अस्माभिः क्रियते. तत्र सन्निकर्षः, इदानीं प्रत्यक्षलक्षणं सन्निकर्ष घटकम् अथवा सन्निकर्षघटकीभूतः. इदानीं सन्निकर्षे, अत एव सन्निकर्षे स्मः. तत्र किं सन्निकर्षे तत्र दृष्टम् अस्माभिः, अतः तत्र द्रोणमहोदयेन तत्र अनेकः श्रमः कृतः. अतः एव अस्माभिः सर्वेभ्यः एतत् स्पष्टम् अवगम्यते इति मन्ये. तत्र सन्निकर्षविषये तत्र स्थूलरूपेण द्विधा भेदः वर्तते इति वक्तुं शक्यते. तत्र भावपदार्थानाम् अभावस्य च. इदानीम् अभावविषये वस्तुतः अद्य एव तत्र अस्ति अस्माकं पतनीयं. परन्तु भावविषय भावविषयिणी अथवा भाव भावपदार्थविषयिणी विषयि प्रत्यक्षं यत् तत्र सन्निकर्षः पञ्चविधा इति उक्तम् अस्माभिः. तत्र पञ्चासु सन्निकर्षेषु अपि तत्र द्विधा भेदः अपि कर्तुं शक्यते. नाम श्रोत्रेन्द्रियं, श्रोत्रेन्द्रियजन्यं प्रत्यक्षम् इति तत्र द्वौ सन्निकर्षौ स्तः. अपि च कुत्र, अपि च श्रोत्रेन्द्रियभिन्न इन्द्रियैः यत्र प्रत्यक्षं ज्ञायते अथवा प्रत्यक्षं जायते, तत्रापि त्रिधा भेदः वर्तते. इदानीं तत्र किम् अनुवाद अत्र अनुवाद वा पुनः स्मारणरूपेण तत्र के के तत्र का गतिः तत्र भवतु. नाम श्रोत्रेन्द्रियभिन्न भिन्न इन्द्रियैः यदा प्रत्यक्षं तत्र जायते, तत्र का गतिः वदति सर्वा भगिनी. अस्तु महोदय, तत्र श्रोत्रभिन्न इन्द्रियै सन्निकर्षा ये सन्ति ते प्रभेद संयोग संयुक्तसमवाय संयुक्तसमवेतसमवाय इति भवन्ति. तेः उदाहरणं यदि वदामि, चक्षुर्वा त्वगिन्द्रिय संयोग यदि घटेन सह भवति, स घटसंयुक्तसंयोग भवति. संयुक्तसमवाय यदि वयं घटरूपम् इति ज्ञातुम् इच्छामः, तद्भवति घट स्वसंयुक्तसमवायसम्बन्ध. स्व भवति इन्द्रियं, संयुक्तघटेन सह घट गुण मध्ये समवायसम्बन्ध अस्ति, तद्भवति संयुक्तसमवायसम्बन्ध. संयुक्तसमवेतसमवायसम्बन्ध इदानीमपि यदि उपरि गन्तुम् इच्छामः, गुणे गुणत्वं वा शब्दत्वं, गुणत्वं वा रूपत्वम् इति ज्ञातुम् इच्छामः, तत्र भवति संयुक्तसमवेतसमवाय. उदाहरणमस्ति नीलघटरूपे रूपत्वम् इति ज्ञातुम् इच्छामः, चक्षुघटेन सह संयुक्तसम्बन्ध घट रूपं भवति समवाय वा समवेत, तस्य समवेत भवति नीलत्वम् इति. सो घट स्वसंयुक्त समवेत समवाय सम्बन्ध इति आगच्छति. धन्यवादः. तत्र इदानीं श्रोत्रेन्द्रियजन्यप्रत्यक्षे का गतिः, तथा लक्ष्मी भगिनी वदति वा? आं महोदय, श्रोत्रेन्द्रियः श्रोत्रेन्द्रियः इति तस्य आकाशः एव श्रोत्रेन्द्रियः आकाशः एव, अतः तस्य गुणः अस्ति शब्दः. यदि शब्दः श्रोत्रेन्द्रियः शब्दः श्रूयते तत् समवायेन भवति इति तत्र श्रोत्रेन्द्रियोः शब्दयोः मध्ये समवायसन्निकर्षः अस्ति इति. यदि शब्दः दूरे भवति तत्र शब्दः जायते तत् श्रोत्रेन्द्रियेण गृह्यते. एतदपि शब्दः अपि समवायेनैव समवायसन्निकर्षेणैव भवति इति भावः. इदानीम् अन्यः सन्निकर्षः अत्र इदानीं शब्दत्वं प्रति गच्छामः इति चेत् तत्र किं भवति? तत्र समवायसमवेतत्वम् इति भवति शब्दत्वम्. तथा इदानीं तत्र संयुक्तसमवायसमवायः इति तत्र त्रयः प्रभेदः श्रोत्रेन्द्रियभिन्दइन्द्रियानाम् अपि च श्रोत्रेन्द्रियं प्रति गच्छामः इति चेत् तत्र यथा उक्तं लक्ष्मीभगिन्या, तत्र श्रोत्रेन्द्रियं स्वयम् एव आकाशस्वरूपम्. अत एव तस्य तत्र उक्तं ग्रन्थकारेण तत्र यः किं वदति, यः शब्द आश्रयः आकाशं, स एव वस्तुतः श्रोत्रेन्द्रियम्. अत एव तत्र यः ग्राह्यः विषयः नाम शब्दगुणः, सः श्रोत्रेन्द्रियेण समवायसम्बन्धेन समीच्यते न तत्र निकृष्यते तत्र सम्बध्यते. आम्, अपि च तत्र तदुपरि गच्छामः इति चेत् शब्दे शब्दत्वं यत् तत्र समवेतसमवायः एव सम्बन्धः भवति. एवं समीचीनम्. इदानीम् अपि च तत्र उस्ताद् द्रोणमहोदयेन यत् सर्वं तत्र वर्तते विशेषविशेष्यभावे अपि अभावप्रत्यक्षे अपि तद् अपि सर्वम् अस्माभिः प्राक् दृष्टम्. परन्तु इदानीं तत्र ग्रन्थः यः ग्रन्थः अस्माभिः प्राक् पातितः तत्र विशेषविशेषणभावेषु अथवा विशेषविशेषणभावे एकः प्रभेदः एव अस्माभिः दृष्टः, नाम तत्र यदा भूतले घट अभावः अस्माभिः प्रत्यक्षी भवति तत्र का गतिः इति इदानीं पुनर्स्मरणरूपेण वदामः. तत्र को वदति? रजेन्द्रमहोदय. आं भगिनि, आं महोदय, अत्र क्षम्यतां महोदय, अत्र भूतले घट अभावः यथा वदामः तत् ज्ञानस्य आकारः अस्ति. भूतले तु विशेषणम् अपि च घट अभावः तु विशेषम् अस्ति. तत्र सन्निकर्ष स्वरूपः तत् चक्षुः यदा चिन्तयामः तु स्वसंयुक्तविशेषतारूपः सन्निकर्षः भवति, यथा भूतले घट अभावः तस्य ज्ञानस्य आकारः यः चिन्तयामः. विपरीतरूपेण भूतलं घट अभाववत् इति चेत् भूतलं घट अभावत् तत्र तु घट अभावः विशेषणम् अपि च भूतलं विशेष्य अस्ति, तत् तु स्वसंयुक्त विशेषणता विशेषणता रूपसन्निकर्षः भवति. एवम् एवम् एवं तत्र अपि च तत् आहत्य एवं वक्तुं शक्यते. इदानीं तत्र वस्तुतः यत् किं भवति षट्सप्तति अधिकं शततमं नाम 176 तत्र पेज् मध्ये तत्र यत्र विशेषविशेषणभावः द्वितीय अथवा तत्र सः एव प्रथमः परिच्छेदः यः वर्तते तत्र विशेषविशेषणभावस्य प्रथमतया तत्र प्रथमतः तत्र अवतारणिकारूपेण काचन वर्तते तत्र सामान्यविचारः तत्र नाम अभावः तत्र अभावस्य पञ्च आश्रयाः अथवा अभावः तत्र विशेषविशेषणभावे एवं तत्र अभावः अभावस्य पञ्च आश्रयाः अस्माभिः तत्र प्रत्यक्षी भवन्ति अपि च तत्र तत्र प्रत्येकम् आश्रयं पश्यामः इति चेत् तत्रापि तत्र प्रकारद्वयं वर्तते येन अभावः अस्मिन् आश्रये अस्माभिः स्वीक्रियते नाम कदापि अभावः विशेष्यः भवति अथवा विशेष्यं कदाचित् विशेषणम् अत एव यद्यापि अस्माभिः उक्तं तत्र विशेषविशेषणभावः एकः सन्निकर्षः परन्तु तत्र सूक्ष्मरीत्या पश्यामः इति चेत् वस्तुतः सः दशधा विभाज्य वर्तते इति वक्तुं शक्यते. इदानीं प्रथमतः विशेष्यता वा विशेषणता वा अपि च तत्र तत्र सम्बन्धद्वयम् अस्ति तत्र तयोः सम्बन्धयोः प्रत्येकं पञ्चधा विभागः अपि वर्तते इदानीम् आश्रयप्रभेदेन. एवं वा इदानीम् अत्र वस्तुतः अग्रे गच्छामः इति मन्ये तत्र तत्र इदानीं तयो तेषां दश विशेषविशेषणभावानां मध्ये अस्माभिः द्वौ एव दृष्टौ नाम संयुक्तविशेषणता संयुक्तविशेष्यता च. इदानीम् अन्ये आश्रयाः अभावस्य आश्रयाः सम्भवन्ति तान् पश्यामः. अत एव अस्मिन् एव पृष्ठे तत्रापि नाम किं षट्सप्तति अधिकशततमं तत्र द्वितीयः परिच्छेदः इदानीं प्रथमासौधिस्थितेषु इत्यारभ्यः तत्र अग्रे गच्छामः इति मन्ये तत्र विजया भगिनी पाठितुमिच्छति विजया भगिनी वा आं महोदय तस्य पुस्तकं न तस्याः पुस्तकं नास्ति अहं शृणोमि भवतु तर्हि अस्तु महोदय. इदानीं प्रथमसौधस्थितेषु अभावग्रहोपायं चिन्तयामः. तत्र घटत्वादयः जातयः गुणाः कर्माणि च सन्ति. घटत्वे पटत्वं नास्ति इति तद् अभावः चक्षुषा गृह्यते. इत्थमेव रूपे रसाभावः कर्मणि च गुणत्व अभावः गृह्यते. तत्र विशेष्यं त्रयमपि स्वसंयुक्तसमवायसन्निकर्षेण इन्द्रियेण सम्बद्धम्. तत्र विशेषणता अभावस्य सन्निकर्षः योज्यः तथा च एतेषु अभावस्य विशेषणविधया ग्रहणे स्वसंयुक्तसमवेतविशेषणता सन्निकर्षः. इदानीं पूर्वम् अस्माभिः तत्र किं सौधः इति दृष्टः खलु स्तरः. अत्र प्रथमसौधस्थितेषु प्रथमसौधे अभावग्रहोपायं चिन्तयामः इत्युक्ते अभावेन यः पदार्थः गृह्यते सः पदार्थः प्रथमसौधे भवतु इति वा तत्र घट तत्र तत्र प्राक्तने पृष्ठे अस्ति चित्रं तत्र द्रव्यम् इति 175 तत्र द्रव्यम् इति तत्र ग्रौण्ड् फ्लोर् इति चिन्तयामः अतः न तर्हि एवं तत्र कर्म कर्म प्रथमासौधा स्वीकृतं कर्म वा गुण वा इदानीं द्रव्ये हा द्रव्ये यः ये समवेताः घटत्वं जाति गुणः कर्मणि ते सर्वे प्रथमसौधे भवतु इति कल्पनां कुर्मः खलु तर्हि घटत्वम् इति जातिः घटत्वम् इति जाते जातौ पटत्वं नास्ति इति अभावः चक्षुषा गृह्यते चक्षुषा वयं जानीमः यत् घटत्वे पटत्वं नास्ति इत्युक्ते घटं जानामि इत्यर्थं घटत्वम् इति अवश्यं घटत्वस्य ज्ञानं भवेत् घटत्वस्य ज्ञानम् अस्ति चेत् घटत्वे पटत्वं नास्ति इति अपि ज्ञानं चक्षुषा गृह्यते इत्थमेव समानमेव रूपे रसाभावः रूपमिति गुणः तस्मिन् गुणे रसाभावः अपि च कर्मणि गुणत्वं नास्ति इति अभावमिति अस्माभिः गृह्यते तर्हि घटते पटत्वस्य अभावः रूपे रसस्य अभावः कर्मणि गुणत्वस्य अभावः चक्षुषा गृह्यन्ते तत्र विशेष्यं किं घटत्वे पटत्वम् अत्र पटत्वम् इति विशेष्यं घटत्वे इति ज्ञानाकाराः ये अस्माभिः स्वीकरणीयः ते तत्र नेक्स्ट् पेज् मध्ये सन्ति स्थूलाक्षरैः यत् तत्र मुद्रितं घटत्वं अभावत् इदानीं इमे अकाराः एव परिशील्यन्ते उपरि दत्तम् अस्तु तर्हि अत्र तत्र विशेष्यं त्रयमपि स्वसंयुक्तसमवायसन्निकर्षेण इन्द्रियेण सम्बद्धम् अत्र विशेष्यम् इति तत्र विशेषमपि तत्र घटत्वम् इति खलु घटत्वं कर्म इति विशेषं त्रयमपि स्वसंयुक्तसमवायसन्निकर्षेण इति सम्बन्धेन इन्द्रियेण सम्बद्धं कथम् इति वक्तुं शक्नुमः इत्युक्ते अत्र घटः अस्ति घटेन सह चक्षु संयुक्तः अस्ति तर्हि चक्षुघटयोः मध्ये संयोगसम्बन्धः घटे समवेतः घटत्वं रूपम् इति कर्म इति जातयः इति घटे समवेतः तत्र स्वसंयुक्तसमवायसन्निकर्षः भवति तयोः तेषां तत्र विशेषणता अभावस्य सन्निकर्षः योज्यः तत्र यथा घटत्वं रूपम् इति अस्ति तत्र विशेषणमस्ति पटत्व अभावः रूपे रसाभावः कर्मणि गुणत्व अभावः इति अभावः त्रयः तत्र योज्यः खलु तथा च एतेषु अभावस्य विशेषणविधया ग्रहणे स्वसंयुक्तसमवेते विशेषणता सन्निकर्षः अत्र प्रत्येकेषु अभावेषु अभावः तत्र विशेषणमस्ति स्वस्य आश्रयं प्रति तर्हि अभावः अत्र विशेषणविधया गृहीतुं शक्नुमः तत्र सन्निकर्षः कः इत्युक्ते स्वसंयुक्तसमवेतविशेषणता स्वसंयुक्तः घटः तत्र समवेतः घटत्वं तत्र अभावः पटत्वं पटत्वस्य अभावः इति स्वसंयुक्तसमवेतविशेषणता इति आगच्छति एवम् इदानीं तदा प्रकारः कः अथवा उपायः कः इदानीम् अत्र यत्र अभावः वर्तते तद् आश्रयं प्रति प्रथमतः तत्र भावीयं सन्निकर्षं कल्पयामः स्थापयामः तत्तुपरि यत्र आश्रयस्य अभावस्य च तत्र सविशेषं कः कः सम्बन्धः इति अपि परिशील्य सः तदुपरि अपि स्थापनीयः. इदानीं तत्र भवतु नाम रूपं प्रति अस्माभिः प्राक् एव दृष्टं, तत्र संयुक्तसमवायः वर्तते इदानीम् इति एकं. तत्र रूपं यत्र यदा अभावस्य आश्रयः भवति तत्र पश्यामः. इदानीम् आश्रयः तत्र न वक्तव्यम्. इदानीं रूपे रूपस्य तत्र रूपमाध्यमेन यदा अस्माभिः अभावः स्वीक्रियते, प्रत्यक्षी भवति, तदापि पश्यामः इदानीं रूपं तत्र विशेष्यं वा विशेषणं वा. इदानीं रूपं विशेष्यं चेत् तर्हि अभावः विशेषणम्, अभावं विशेषणं चेत् तत्र विशेषणता गुणः वस्तुतः अथवा कश्चन धर्मः वर्तते. तत् आदाय तां धर्मम् आदाय अपि सम्बन्धः अस्माभिः परिक्रियते. अत एव इदानीं रूपं प्रति संयुक्तसमवाय तदुपरि विशेषणता अथवा संयुक्तसमवेतविशेषणता वर्तते. रूपं रसाभाववत् इति अस्मिन् ज्ञाने. एवं तत्र वस्तुतः तत्र तादृशी प्रक्रिया प्राक् अपि अस्माभिः दृष्टा वस्तुतः तत्र ज्ञाने यत्र ज्ञानं वर्तते तत्र विषयता वा सम्बन्धः विषयिता सम्बन्धः तत्र सर्वदा अस्माभिः अपि परिशीलिताः. एवं वा स्मरन् तत्र अस्ति स्मरणं वा तत्र विषयः यः तत्र इदानीं ज्ञानात् आरभ्य विषयं प्रति गच्छामः इति चेत् तत्र विषयता सम्बन्धः. इदानीं विषयात् आरभ्य ज्ञानं प्रति गच्छामः इति चेत् तर्हि विषयता सम्बन्धः. अथवा पुत्रात् आरभ्य तत्र पितरां प्रति गच्छामः इति चेत् तत्र पितृता सम्बन्धः इति वक्तुं शक्यते. इदानीं पितुः आरभ्य पुत्रं प्रति गच्छामः तत्र पुत्रता स्यात् तावदेव. तत्र नास्ति किञ्चित् भवतु. तर्हि तत्र अग्रे गच्छामः. तत्र सर्वाणि अस्तु महोदय. मम संशयः अस्ति प्रायः अग्रे आगच्छति इत्युक्ते अत्र घटत्वं रूपं कर्म त्रयोपि आश्रयः यदि वाक्यमस्ति घटत्वं पटत्वभावत् रूपं रसाभावत् कर्म गुणत्वभावत् यत्र द्वयोः विभक्ति समानमस्ति तत्र घटत्वमिति आश्रयः विशेष्यः भवति, पटत्व अभावत् इति तत्र विशेषणः भवति. किन्तु भिन्नरीत्या वदामः चेत् पटत्व अभावः तत्र अस्तु. भगिनी वस्तुतः इदानीं यद्यापि तत्र प्रत्ययौ समानौ तत्र इव दृश्यते, परन्तु अन्यस्मिन् तत्र घटत्वम् अस्ति, अन्यस्मिन् तु पदे पटत्व अभाववत्. तत्र वस्तुतः वत् मतुप्रत्ययः योजितः. अतः मतुप्रत्ययस्य स्वम् अपि स्वः किमपि स्वीयः अपि अर्थः वर्तते. किमपि अस्मिन् किमपि तत्र अस्यास्मिन् अस्ति इति मतुप्रत्ययस्य अर्थः. अतः एवं किमपि परिवर्तनीयं भवति. इदानीं तु तत्र यदि शाब्दबोध शाब्दबोधदृष्ट्या पश्यामः इति चेत् वस्तुतः पतत्वाभाववत् इदं पदं वस्तुतः विशेष्यम् एव बोधयति. कः अथवा किं पतत्वाभाववत् वस्तुतः घटत्वम् तत्र अस्माभिः अयं विचारः प्राक् एव उक्तः कृतः. तत्र किं भवति उन्नतः, उन्नतः इति शब्दः कां बोधयति, गुणं वा अथवा गुणिनं? लक्ष्मी भगिनि स्मर्यते वा? तथा एव अत्र पतत्वाभाववत् यत् पदं तद्वस्तुतः गुणिनं बोधयति. अत्र यत् अन्तर्भूतः घटत्वाभाव इति भागः सः सः धर्मः एव. अत एव तत्र विशेषणम् इति अस्माभिः उच्यते. किन्तु परिवर्तनं क्रियते इति चेत् पतत्वाभावः अस्य अस्ति तत् गतत्वम् इति मतु प्रत्ययस्य अर्थः वत् इति यः प्रत्ययः तस्य अर्थः अस्य अस्ति अथवा अस्मिन् अस्ति अस्तु किन्तु वतु प्रत्यय विना पटत्वभावः घटत्वे पटत्वभावः इति वदनेन तत्र मतु प्रत्ययः नास्ति पटत्वभावः घटत्वे अस्ति अत्र अस्य इति पदं अस्य इति पदस्य अस्य इति पदस्य विना घटत्वं घटत्वे एव तत्र अस्ति घटत्वे पटत्वभावः तत्र घटत्वे इति विशेषणं भवति पटत्व अभावः इति विशेषणं भवति तत्र किं मम मनसि किञ्चित् भ्रमः अस्ति किमर्थं विशेष्यविशेषणभावना परिवर्त्यते इति तत्र वस्तुतः इदानीं तत्र वस्तुतः तत्र बहु किमपि वक्तव्यम् अस्ति यतोहि वस्तुतः इदानीं भूतले गतः अथवा भूतलं गतवत् इति व्यवस्था तत्र तादृशविशेषविशेषणभावः यादृशः अत्र अस्ति तादृशः तत्र न स्वीक्रियते तत्र वस्तु अभावप्रत्यक्षम् इति वस्तुतः विशालः कश्चन विषयः अस्ति न्यायशास्त्रे इदानीं कथां वस्तुतः अभावः वस्तुतः अयं विषयः एव अस्माभिः किञ्चित् तत्र अद्य एव परिशील्यते तत्र परिशील्यते इति न परन्तु तत्र दिग्दर्शनमात्रं तत्र अस्माभिः उच्यते परन्तु तत्र कथाम् अभावः स्वीक्रियते कथां प्रत्यक्षी भवति इदानीं नैयायिकैः तत्र कश्चन उपायः स्वीकृतः भवतु तत्र विशेषण तत्र आश्रयद्वारा एव अभावः अस्माभिः स्वीक्रियते तत्र प्रत्यक्षी भवति इदानीं आश्रयद्वारा इति चेत् तत्र कश्चन सम्बन्धः तत्र उपस्थापनीयः यः विशेष्यविशेषणभावः एव इति एकम् अन्यत् अस्ति इदानीं सामान्यतः शब्दबोधसमये शब्दबोधं पठामः यदा पठिष्यामः यदा तत्र द्रक्ष्यामः न्यायशास्त्रे यत्र तत्र वाक्यम् इदानीं शाब्दात्मकं वाक्यं यत्र अस्माभिः अवगम्यते तत्र कश्चित् अस्ति प्रकारः येन तत्र येन शाब्दजन्य ज्ञानम् अस्माभिः तत्र सर्वदा परिवर्त्यते तत्र मनसि वा अथवा इदानीं किमपि वाक्यं शृणुमः इति चेत् तत्र कश्चन सारांशभूतः अर्थः यः सः तत्र तस्य कश्चन प्रकारः अस्ति न्यायशास्त्रे कथाम् अयम् अर्थः अस्माभिः परिशीलनीयः यथा किमपि देवदत्तः गच्छति तत्र गामनक्रिया किमपि कर्तृकभूतः तत्र अनेकं संयोजनीयं वर्तते देवदत्तः इति तथा एव इदानीं यत् किमपि वाक्यं वर्तते तत्र अस्ति कश्चन प्रकारः कश्चन नियामः येन इदं वाक्यं तत्र न्यायरीत्या न्यायभाषाया परिवर्तयितुम् अस्माभिः तत्र अर्हते तत्र किं तत्र परिवर्तनं क्रियते अत एव तत्र अस्ति कश्चन नियामः यः प्रथमान्तं पदं तत् वाक्ये सर्वदा मुख्यविशेषणम् अथवा मुख्यविशेष्यत्वेन योजनीयं नाम भूतले घटः अस्ति चेत् तर्हि भूतले यत् यः नि प्रत्ययः अस्ति तस्य तत्र सामान्यभूतः अर्थः अधिकरणं वर्तते अत एव भूतलाधिकरणकघटः इति तादृशशब्दबोधः भवति इदानीं भूतलवत् अथवा घटवत् भूतलम् इति वदामः इति चेत् तर्हि अस्य वाक्यस्य शाब्दबोधाकारः भिन्नः भवति. तर्हि तत्र घात किम् अधेयकं भूतलम् इति वक्तव्यं. तत्र यत् विशेष्यं पदं तत् भिन्नम् उभयत्र. अतः एव सः विचारः तत्र प्रवर्तते. इदानीं वस्तुतः इदानीं भूतलं पश्यामः इति चेत् तत्र भूतलम् इति अस्माकं ज्ञानस्य मुख्यं विशेष्यं भवति इति चेत् तर्हि भूतलं कीदृशं गतवत् इति अस्माभिः ज्ञायते. परन्तु प्रथमतः घटं पश्यामः इति चेत् घटः कुत्र अस्ति? भूतले. तत्र वस्तुतः ज्ञानस्य कश्चन भेदः वर्तते इति नैयायिकैः स्वीक्रियते. अत एव शाब्दबोधे अपि इदानीम् अयं भेदः कथां शाब्देन तत्र प्रदर्शनीयः? अनेन अनया रीत्या एव. यः प्रथमान्तः शाब्दः यत् प्रथमान्तं पदं तद् मुख्यविशेषत्वेन स्वीकार्यम्. इदानीं भूतलं कीदृशं गतवत्. गुणस्वभावः कुत्र कर्मणि इति तत्र गुणस्वभावः गुणत्वाभावः कुत्र? कर्मणि अथवा कर्म कीदृक् गुणत्वाभावात्. अस्तु महोदय, धन्यवादः. अस्तु, अहं पठामि महोदय. चित्रमस्ति, चित्रं बोधति यत् भवान् इदानीं स्पष्टीकृतवान्, अपि विद्याशङ्करमहोदय उक्तवान् स्वसंयुक्तसमवेतविशेषणता सन्निकर्ष अधो तस्य ज्ञानस्य आकारः दत्तमस्ति. घटत्वं पटत्वाभावावत् एकं, रूपं रसाभावावत् द्वितीय, कर्मगुणत्वाभावावत् तृतीय इति ज्ञानानां भवति आकारः. यदि वयं चित्रं पश्यामः घटत्वं पटत्वाभावावत् इति आकारे घटत्वं भवति विशेष्यं, पटत्वाभाव भवति विशेषणम्. द्वयोः प्रथमा विभक्ति अस्ति. सरलता सूचयति यथा द्रोणमहोदयः प्रदर्शितवान्, तत् भवति स्वसंयुक्त समवेतविशेषणता सम्बन्धसन्निकर्ष यथा दत्तमस्ति. तत् पटत्वं घटत्वं पटत्वाभावावत् द्वितीय अस्ति, रूपं रसाभावत् अत्र अपि स्वसंयुक्त समवेतविशेषणता. रूपम् अस्ति विशेष्यं, तस्मिन् अस्ति रसाभावविशेषणं. रूपं निष्ट रसाभावविशेषणता सम्बन्धेन अस्ति. तृतीयमस्ति कर्मगुणत्वाभावावत् अत्र कर्म अस्ति विशेष्यं, गुणत्वाभाव अस्ति विशेषणं. सन्निकर्ष अस्ति स्वसंयुक्त समवेतविशेषणता सम्बन्ध. कर्मणि गुणत्वाभाव तयोर्मध्ये विशेषणता सम्बन्धः अस्ति. अग्रे दत्तमस्ति पूर्ववत् एव अभावस्य विशेषविधया भाने अर्थात् घटत्वे पटत्वाभाव प्रथमं, रूपे रसाभाव द्वितीय, कर्मणि गुणत्वाभाव तृतीय इत्यमेव आकारता ज्ञानस्य भवति चेत् स्वसंयुक्तसमवेतविशेषता सन्निकर्ष अवगन्तव्यम्. यदा वयं पटाभाव रसाभाव गुणत्वाभाव इति ज्ञानस्य आकारविषय इति अस्माकं लक्ष्यम् अस्ति, तत्र पर्यन्तं गन्तव्यं. तत् पटाभाव भवति विशेष्यं, घटत्वं भवति विशेषणं, तथैव रसाभावः अस्ति विशेषं, रूपम् अस्ति विशेषणं, गुणत्वाभावः अस्ति विशेषणं, तत् कर्मणि विशिष्यते इति तत्र सन्निकर्ष भवति स्वसंयुक्तसमवायविशेषता सन्निकर्ष इति विशेषता घटत्वे पटत्वाभावः अस्ति, स्वसंयुक्तसमवेतविषयता रूपे रसाभावः अस्ति, स्वसंयुक्तसमवेतविशेषता कर्मणि गुणत्वाभाव इति अस्ति द्वितीयपरिच्छेद. अग्रे इत्थमेव द्वितीयसौदे स्थिता या गुणत्व कर्मत्वजाति आदाय तासु कस्यचित् अभावः क्रियते चेत् स्वसंयुक्तसमवेतसमवेतविशेषणतासन्निकर्ष बोध्य स च अभावस्य विशेषणविधया भाने. विशेषत्वे तु विशेषणतायाः स्थाने विशेषतां घटयित्वा पूर्वोक्त एव. यदि वयं रूपत्वे रूपत्वे रसाभाव रूपत्वं रूपे यदि वयम् एक द्वितीयशोधं गन्तुम् इच्छामः रूपे रूपे रूपत्वम् अस्ति रूपत्वे रसाभावः अस्ति तद् कः सन्निकर्षः भवति तृतीय परिच्छेदमिति वक्ति. यदि अस्माकं अस्ति विषयं घटत्वे घटत्वम् अस्ति तस्मिन् अस्ति पटत्वाभावः. यदि पटत्वाभावः अस्माकं विशेषणं भवति घटत्वम् अस्ति विशेषं तत् सन्निकर्षः भवति स्वसंयुक्तसमवेतसमवेतविशेषणता पटत्वाभावः इति भवति घटत्वं तत्तयोः मध्ये सम्बन्धः. यदि रसाभावः विशेषणम् अस्ति रूपत्वे तत्र रूपत्वं वयं वदामः रूपत्वं रसाभाववत् अस्ति तत् सन्निकर्ष भवति स्वसंयुक्तसमवेतसमवेतविशेषणता सन्निकर्ष रूपत्वं रसाभाववत्. तथैव यदि वयं कर्मत्वं भवति तस्य कर्मत्वं गुणत्वाभाववत् अस्ति तत्र स्वसंयुक्तसमवेतसमवेतविशेषणता कर्मत्वं गुणत्वाभाववत्. यदि विपरीतं कुर्मः घटत्वे पटत्वाभाव रूपत्वे रसाभाव गुणत्वे कर्मत्वे गुणत्वाभावः तत् भवति भावः भवति अभावः भवति विशेषं तत् सन्निकर्षः भवति स्वसंयुक्तसमवेतसमवेत विशेषता सम्बन्ध घटत्वे पटत्वाभावः रूपत्वे रसाभाव स्वसंयुक्तसमवेतसमवेतविशेषता सम्बन्ध इति कर्मत्वे गुणत्वाभाव स्वसंयुक्तसमवेतसमवेतविशेषता सम्बन्ध इति आगच्छति. समीचीनं. तर्हि अग्रे गच्छामः इति मध्ये अथवा प्रश्नाः सन्ति चेत् पृच्छन्तु, नास्ति चेत् तर्हि तत्र लक्ष्मी भगिनी. आम् महोदय. श्रोत्रसमवेतशब्दे घटत्वाभावादिग्रहो श्रोत्रेण भवति एव. शब्दस्य समवायः ग्राहकेण सह सिद्ध एव. तत्र विशेषणतां विशेष्यतां वा सन्निकर्षं संयोज्य शब्दवृत्तिघटत्वाभावादेः विशेषणाविधया विशेष्यविधया वा प्रत्यक्षत्वं वर्णनीयम्। एवं शब्दत्वनिष्ठ अभावप्रत्यक्षस्थले अस्तु श्रोत्रसमवेतशब्दे शब्दः श्रोत्रेण समवायः, अतः श्रोत्रसमवेतशब्दे घटत्वभावः यत्किमपि अभावः अभावस्य ग्रहणं भवति एव। अत्र उदाहरणमस्ति घटत्व अभावः आदि श्रोत्रेण श्रोत्रेन्द्रेण भवति एव। शब्दस्य समवायः ग्राहकेण सह सिद्ध एव। शब्दस्य समवायः ग्राहकेण अत्र शब्दस्य समवायः ग्राहकेण सह शब्दस्य समवायः तत्र ग्राहकः कः? ग्राहकः श्रोत्रेन्द्रियः श्रोत्रेन्द्रियं श्रोत्रेन्द्रियेण सह श्रोत्रेन्द्रियेण समवायः शब्दः समवायः सिद्धः दृष्टः भवत्यापि उक्तः। किमर्थं ग्राहकेण सह सिद्ध एव इति सम्यक् न अवगतं तत् तत्र वाक्य तद् प्रयोजनं तद् आवलिः ग्राहकेण सह सिद्ध वसतः तत्र भवतु तर्हि तत्र इदानीं प्रथमं वाक्यं पुनरेकवारं पश्यामः। श्रोत्रसमवेतशब्दे गतत्वाभावादिग्राहः श्रोत्रेण भवति एव। इदानीं तत्र किञ्चित् किं कुर्मः तत्र इदानीं ओके तत्र किञ्चित् वदामि, तत्र समयः बहु नास्ति, परन्तु किञ्चित् वदामि। इदानीं प्राक्तने पृष्ठे नाम किं भवति 175 पृष्ठे तत्र चित्रसङ्ख्या अस्ति 127 भवतु अथवा 126 तथापि प्रश्नं, परन्तु 127 प्रथमतः पश्यामः। इदानीं तत्र श्रोत्रे शब्दः, श्रोत्रेन्द्रियं शब्दं स्वीकरोति, प्रत्यक्षीकरोति इति अस्माभिः उक्तम्। इदानीं तत्र प्रश्नः उदेति भवतु नाम, परन्तु शब्दे यत् वर्तमानं किमपि तत्र शब्दत्वम् अथवा यत्किमपि यः शब्दे अस्ति तत् केन इन्द्रियेण स्वीक्रियते, अपि च किं भवति इदानीं भूतले रासाभावः अथवा मास्तु मास्तु भूतले रासाभावः इदानीं शब्दे यत्किमपि वर्तते तत् तु तत् प्रत्यक्षी भवति इति चेत् तत् शब्दद्वारा एव अस्माभिः गन्तव्यम्। परन्तु शब्दः यथा अन्ये गुणाः अनेके गुणाः ते सः तु किं भवति नियातग्राह्यगुणः एव वर्तते, नाम शब्दगुणः श्रोत्रेन्द्रियेण एव स्वीक्रियते। अत एव यत्किमपि घाते यत्किमपि शब्दे वर्तते नाम तत्र शब्द माधुर्यं वा किमपि माधुर्यगुण श्लिष्टता वा कश्चित् गुणः अथवा शब्दत्वम् एव जातिः अथवा रासाभावः अथवा एवं रासाभावः अथवा रसत्वाभावः यत्किमपि शब्दे वर्तते तत्सर्वं शब्दद्वारा एव अस्माभिः प्रत्यक्षीभवति। शब्दद्वारा एव प्रत्यक्षीभवति नाम शब्दस्तु श्रोत्रेन्द्रियेण एव स्वीक्रियते। अत एव यत्किमपि यद्यपि रसः वस्तुतः रसनेन्द्रियेण स्वीक्रियते, परन्तु यदि शब्दे रासाभावः इदानीम् अस्माभिः परिशीलनीयः, सः अभावः शब्दद्वारा एव अस्माभिः स्वीक्रियते, अत एव श्रोत्रेन्द्रियेण एव सः स्वीकार्यः इति प्रथमस्य वाक्यस्य तत्र आशयः वर्तते। तथा एव इदानीं किं भूतले रूपं रूपं केन इन्द्रियणस्य क्रियते? एवम्, अपि च भूतले रसः इति चेत् भूतले रसः रस अभावः अस्ति मत्तु न न भवतु भूतले रसः केन इन्द्रियेण भूतले रसः इदानीम् इदानीं रास रासे भूतलीयरासे यः रसत् यत् रसत्वं तत् केन इन्द्रियेण स्वीक्रियते रसत्वम् अपि रसत्वमपि ग्राणेन्द्रियेण इत्युक्ते तत्र संयुक्तसमवेत संयुक्तसमवेतसमवेतत्व सन्निकर्षेण ग्राणेन्द्रियेण स्वीक्रियते यदि रासे रसत्वं स्वीक्रियते तत् तत् रसनेन्द्रियेण एव परन्तु इदानीं रूपे यदि रसत्व अभावः स्वीक्रियते सः केनेन्द्रियेण तदपि चक्षुरिन्द्रियेण पूर्वम् अधुना एव दृष्टवन्तः तत् संयुक्तसमवेतविशेषणतासम्बन्धेन ग्राह्यते रसभावः रूपे रसभावः तादृशसम्बन्धेन एवम् एवम् एवम् अयम् एव अत्र विचारः नाम रूपे यः रसत्वं तत्र इदानीं सामान्यतया चिन्तयामः इति चेत् रसत्वं रासे वर्तते अत एव सामान्यतः रसनेन्द्रियेण ग्राह्यः इति भाति परन्तु रूपे रसत्वाभावः स्वीकार्यः इति चेत् तर्हि रूपद्वारा एव गन्तव्यम् अत एव चक्षुरिन्द्रियेण सः प्रत्यक्षी भवति इति विचारः अत एव इदानीं प्रथमवाक्ये उक्तं तत्र श्रोत्रसमवेतशब्दे इदानीं शब्दे श्रोत्रेन्द्रिये शब्दः समवेदः गतत्वाभावादिग्राहः श्रोत्रेण भवति एव इदानीं शब्दस्य समवायः ग्रहकेन सह सिद्ध एव इदानीं तत्र ग्राहकः अत्र कः श्रोत्रेन्द्रियम् अत एव तत्र तदेव शब्दस्य श्रोत्रेन्द्रियेण सह समवायः सः सिद्धः एव इदानीं सः प्राक् सिद्धः एव शब्दत्वं वा शब्दस्य समवायः यत् तस्य उपरि अस्ति उपरि गमने अस्ति शब्दत्वं वा अन्यत् किमपि अभावः क्षम्यताम् इदानीं पश्यामः इति चेत् तस्य वस्तुतः तत्र द्वयोः वाक्ययोः सम्बन्धः नास्ति ईदृशः यः मया प्रदत्तः परन्तु भवतु यदुक्तं मया तत् सत्यमेव तदा प्रथमं वाक्यम् आश्रित्य आदाय यदुक्तं मया तत् सत्यमेव इदानीं शब्दे यत् किमपि स्वीकार्यम् तत् श्रोत्रेन्द्रियमेव इदानीं द्वितीयं वाक्यं यत् तत्र वस्तुतः इदानीं तत्र सामान्यः विचारः वर्तते इदानीं शब्दे अभावः इति वक्तुम् इच्छामः तर्हि तत्र प्रथमतः शब्दं प्रति गच्छामः इति चेत् तर्हि समवायसम्बन्धः अपेक्षितः सः तु सिद्धः एव सः नाम समवायसम्बन्धः सिद्धः प्राक् उक्तः नाम विचारितः परन्तु उक्तं तत् सत्यमेव तत् समीचीनमेव नाम तत्र शब्दे यत् किमपि वर्तते शब्दस्य प्रतिनियतग्राह्यत्वात् तर्हि श्रोत्रेन्द्रियेण स्वीक्रियते यद्यपि शब्दे रासः नास्ति यद्यपि रासः स्वयमेव तु रसनेन्द्रियेण स्वीक्रियते परन्तु रासस्य अभावः वा अथवा रासः शब्दे यदा परिशीलनीयः भवति तर्हि शब्दग्राहक इन्द्रियेण एव सः क्रियते क्षम्यताम् भवतु तर्हि अग्रे तत्र विशेषणतां विशेष्यतां वा सन्निकर्षं संयोज्य शब्दवृत्ति घटत्व अभावादेः विशेषणविधया विशेष्यविधया वा प्रत्यक्षत्वं वर्णनीयम्। अस्तु, अत्र शब्दस्य समवायः यत् अस्ति पूर्वं द्वितीयवाक्ये यत् अस्ति शब्दस्य समवायः इति वदनेन शब्दस्य समवाये यत् अभावः वा यत् अभावः अस्ति और् शब्दत्वं वा अन्य किमपि अभावः अस्ति तत्र विशेषणविशेष्यता योजनेन योजनेन इत्युक्ते यदि वयं वदामः शब्दे शब्दे घटत्वभावः घटत्वभावः तदा स्वसमवेत विशेष्यतासम्बन्धेन शब्दे घटत्व भवति खलु स्वसमवेतविशेष्यता शब्दे घटत्वाभावः तत्र समवायः एकः एव विशेष्यता सन्निकर्षः तत्र गतत्वाभावः शब्दे इति स्वीकुर्मः गतत्वाभावः शब्दे तत्र कः सन्निकर्षः गतत्वाभावः शब्दे इति स्वसमवेत विशेष्यता सन्निकर्षः इति शब्दवृत्तिगतत्वाभावादेः विशेषणविधया विशेष्यविधया वा प्रत्यक्षत्वं वर्णनीयम्। अभावस्य प्रत्यक्षत्वं विशेषणविधया वा विशेष्यविधया वा वर्णनीयं। यदि यदि वाक्यं शब्द शब्दवत् घटत्वाभावत् शब्द विशेषणता विशेषणता वदामः चेत् तत्र शब्दवत् घटत्वाभावत् घटत्वभावान् शब्दः तत्र शब्दः इति विशेष्यं घटत्वभाववान् इति विशेषणं तस्मिन् तत्र स्वसमवेत विशेषणता सन्निकर्षः सन्निकर्षेण प्रत्यक्षस्य वर्णनं भवति। कश्चन तत्र लघुप्रश्नः तत्र शब्दः किमपि घटत्वाभाववान् तत्र पुनरेकवारं वदतु विशेषणं किम्। अस्तु, शब्दः इति शब्दः विशेष्यं विशेषणं घटत्वाभाववान् न एवं मया श्रुतं तथा एव तत्र शब्द अभावः तत्र गतत्वाभावः इति तावत् विशेषणं भवति तत्र यः मतुप्रत्ययः सः तत्र तं निष्कृष्य तं किं त्यक्त्वा विशेषणं वक्तव्यम्। इदानीं भूतलं घट अभाववत् इति चेत् भूतलं विशेष्यं घट अभाव अथवा घट अभावः इति तावदेव विशेषणं भवति। अस्तु, त्यक्त्वा विशेषणं वक्तव्यम्। भवतु, तत्र अन्तिमवाक्यम् अन्तिमवाक्यम् एवं शब्दत्वनिष्ठभावप्रत्यक्षस्थले एवमेव यदि शब्द यदि वयं वाक्यस्य यदि ज्ञानस्य विषयः अस्ति शब्दत्वं अन्य शब्दत्वं गतस्वभावत् इति वाक्यमस्ति चेत् तत्र शब्दत्वं शब्दे समवायः अथवा स्वसमवायसमवेत विशेष्यता वा विशेषता सन्निकर्षेण अभावः ज्ञाने ज्ञाने वर्तते. एवं समीचीनं. तत्र एवम् एवम् तर्हि अग्रे अग्रे राजेन्द्रमहोदय. आम् इदानीं तत्र चित्रं निष्कृष्य तत्र परिच्छेदमेव पठतु. एतावता तथा महोदय एतावता षोडशसन्निकर्षाः निरूपिताः. तेषु निरूपितेषु प्रत्यक्ष लक्षणघटका घटकाः सन्निकर्षाः निरूपिताः भवन्ति. तेषु ज्ञातेषु तज्जन्या प्रत्यक्षप्रमा ज्ञायते, परन्तु सन्निकर्षः अत्र व्यापारो भवति. कर्णं तु प्रत्यक्षप्रमा प्रति इन्द्रियम् एव इति इन्द्रियस्य एव प्रत्यक्षप्रमाणत्वम् उक्त्वा प्रकरणम् उपसंहरति तस्मात् इति. अत्र अस्मिन् परिच्छेदे यथा महोदयेन शनिवासरे उक्तवान् सः, तत्र किञ्चित् संक्षेपरूपेण तत् यथा किमपि अस्माभिः पठितं सन्निकर्षविषये तत् अत्र दत्तमस्ति. वयं पठितवन्तः षड्विधसन्निकर्षाः निकषाः सन्ति सन्ति. तत्र तु संयोगसन्निकर्षः, संयुक्तसमवायः, संयुक्तसंवेदसमवायः, समवायः, संवेदसमवायः, विशेषणविशेषभावश्च, तत् षड्विधसन्निकर्षाः तद् अस्मा अत्र निरूपितमस्ति. तेषु निरूपितेषु विशेषविशेषणभावः च तत्र कतिविधा तत् विशेष विशेषभावः तत् षड्विधः. न न तत्र सन्निकर्षः सामान्यतः षड्विधः, तत्र पञ्च सन्निकर्षाः भागीयः सन्निकर्षः तत्र भावपदार्थानां, परन्तु विशेषविशेषणभावः यः इदानीम् एव अस्माभिः परिशीलितः सः कतिविधः विशेषभावः तत् द्वादशविधः वा दशविधः. अस्तु अस्तु. इदानीं यदा संयोगसंयुक्तसमवायः, संयुक्तसंवेदसमवायः, समवायः, संवेदसमवायः, तत्र पञ्च प्रकाराः सन्ति. ते सर्वे विशेषण विशेष अभाव चेति तस्य प्रभेदाः भवन्ति. एवं वा महोदय? तेषु निरूपितेषु प्रत्यक्षलक्षणघटका प्रत्यक्षलक्षणघटका इत्युक्ते इन्द्रियार्थसन्निकर्षजन्य ज्ञानं तत्र तस्मिन् प्रत्यक्ष लक्षणघटका इत्युक्ते इन्द्रियार्थसन्निकर्षजन्यज्ञानं सन्निकर्षा निरूपिताः भवन्ति. ते सर्वे तत्र प्रत्यक्ष लक्षणघटकाः सन्निकर्षाः तत् निरूपिताः. घटकः नाम कः अथवा किं तत्र अस्य शब्दस्य अर्थः कः? घटकः इत्युक्ते ज्ञानं. तत्र वस्तुतः तत्र न्यायभाषायां कश्चन काचन संज्ञा अस्ति. इदानीं लक्षणे ये यानि पदानि अस्ति तैः पदैः इदं लक्षणं घटितम्. उदाहरणं किं तत्र इन्द्रियसन्निकर्षजन्यं ज्ञानम्. इदानीम् अस्मिन् लक्षणे इदं लक्षणम् इन्द्रियपदघटितम् अपि च सन्निकर्षपदघटितम् अपि च किं ज्ञानपदघटितम् इति तत्र अथवा अत एव ज्ञानपदं प्रत्यक्षलक्षणस्य घटकं भवति. तथा एव तत्र प्राक् एव अस्माभिः दृश्यते तत्र व्यवहारघातकानि लक्षणानि व्यवहारघटितानि कानिचन लक्षणानि सन्ति अत्र नाम एकवारं पुनः वदति वा किञ्चित् तत्र प्राक् अस्माभिः व्यवहारघटितानि लक्षणानि इति कश्चन प्रयोगः दृष्टः नाम कानि लक्षणानि व्यवहारघटितानि लक्षणं नाम लक्षणवाक्यं तत्र पादसमूहः इदानीं येषु लक्षणेषु येषु लक्षणवाक्येषु व्यवहारः इति शब्दः अस्ति तानि लक्षणानि तानि लक्षणवाक्यानि व्यवहारशब्दघटितानि इति उच्यते न्यायशास्त्रे अत एव तेषु लक्षणेषु व्यवहारशब्दः घटः लक्षणघातकः भवति इदानीं लक्षण उपस्थापकः लक्षणः तथा एव वक्तुं शक्यते इदानीं प्रत्यक्षलक्षणवाक्ये सन्निकर्षः इति कश्चन शब्दः इति किञ्चन पदम् अस्ति अत एव एतत् पदं प्रत्यक्षलक्षणघातकं भवति अथवा इदानीं शोधसन्निकर्षाः तैः प्रत्यक्षं तत्र लक्ष्यते अत एव सन्निकर्षाः शोधसन्निकर्षाः प्रत्यक्षलक्षणघटकाः तेषु ज्ञातेषु तज्जन्या प्रत्यक्षप्रमा ज्ञायते यथा तद् तत्र तेषु इत्युक्ते सन्निकर्षेषु एवं वा महोदय तेषु ज्ञातेषु यत्र सन्निकर्षेषु तत् ज्ञातेषु तज्जन्याः प्रत्यक्षप्रमा ज्ञायते तत् सन्निकर्षेण यः जन्यं भवति ज्ञानं भवति तत् प्रत्यक्षप्रमा ज्ञायते तस्य प्रत्यक्षप्रमा वदामः सन्निकर्षेषु ज्ञातेषु यज्जन्याः तेषु यः जन्याः प्रत्यक्षप्रमा ज्ञायते तत् सन्निकर्षेषु तेषु सन्निकर्षेषु तद् यः यः जन्यं भवति सः प्रत्यक्षप्रमा तं वदामः ज्ञायते परन्तु सन्निकर्षः अत्र व्यापारो भवति सन्निकर्षः अत्र व्यापारः एव कर्णं तु प्रत्यक्षप्रमाम् इति इन्द्रियम् एव इति इन्द्रियस्य एव प्रत्यक्षप्रमाणत्वम् उक्त्वा प्रकरणम् उपसंहरति तस्मात् इति कर्णं तु प्रत्यक्षं ये कर्णानि सन्ति यथा इन्द्रियाणि कर्णानि इत्युक्ते इन्द्रियाणि महोदय एवं वा नाम कर्णं तु प्रत्यक्षप्रमाणम् ये कर्णानि सन्ति यः प्रत्यक्ष ते प्रत्यक्षप्रमां प्रति इन्द्रियमेव सन्ति इति इन्द्रियस्य एव प्रत्यक्षप्रमाणत्वम् उक्त्वा प्रत्यक्षप्रमाणत्वम् उक्त्वा इन्द्रियाणि एव तत् प्रत्यक्षप्रमाणत्वम् उक्त्वा इन्द्रियेण एव प्रत्यक्षप्रमाणं भवति तम् उक्त्वा प्रकरणम् उपसंहरति तस्मात् इति प्रकरणं तत् किं महोदय तत् नाम सन्निकर्षप्रकरणम् अथवा प्रत्यक्षप्रकरणं तत्र ग्रन्थे इदानीं तर्कसङ्ग्रहग्रन्थे अनेकानि प्रकरणानि सन्ति यथा तत्र द्रव्यनिरूपणम् इति एकं प्रकरणम् अन्यत् किमपि निरूपणं गुणनिरूपणम् इदानीं सन्निकर्ष अथवा प्रत्यक्षनिरूपणम् इति प्रकरणं महोदय एकः संशयः तेषु ज्ञातेषु तज्जन्यं प्रत्यक्षतमा ज्ञायते. तत्र तेषु ज्ञातेषु इत्युक्ते तत्र तेषु इत्युक्ते प्रत्यक्षलक्षणघटक एवं प्रत्यक्षलक्षणघटकभूतेषु इन्द्रिय सन्निकर्षेषु प्रत्यक्षप्रमा तत्र प्रत्यक्षस्य लक्षणम् इन्द्रियैः च सन्निकर्षेण च अथवा सन्निकर्षैः च यत् जन्यं ज्ञानं तत् प्रत्यक्षम् अत एव प्रत्यक्षम् अथवा प्रत्यक्षप्रमा सन्निकर्षजन्या. वस्तुतः वाक्यं घटकः इति पदं वस्तुतः तत्र तत्र तस्य व्याख्या इव अपि वक्तुं शक्यते. नाम घटकः नाम किं घटकः नाम किं तत् ज्ञाते सति भवतु लक्षणं ज्ञायते भवतु तर्हि तत्र किमपि एवं तत्र वाक्यस्य अर्थः कः इदानीं सन्निकर्षाः याः तत्र प्रत्यक्षलक्षणघटकाः तेषु ज्ञातेषु सत्सु नाम ते यदा अस्माभिः ज्ञायन्ते तदा तज्जन्या प्रमा नाम प्रत्यक्षप्रमा या सः अपि ज्ञायते. इदानीं तेषु अज्ञातेषु इदानीं तान् जानीमः न जानीमः इति चेत् तर्हि तत्र प्रत्यक्षम् अपि अवगन्तुं न शक्नुमः. इदानीम् इन्द्रियस्य निकर्षजन्यं ज्ञानं तस्य निकर्षः इति पदम् अस्माभिः न ज्ञायते चेत् तर्हि लक्षणम् अपि अस्माभिः अवगन्तुं न शक्यते. लक्षणवाक्यम् एवम् ओके. तर्हि इदानीं कश्चन समयः अस्ति. इदानीं तत्र श्रीनिवासरे स्वरूपः तत्र अन्तिमः वर्गः तत्र सः स्वरूप महोदयेन एव प्रचलितः. सः तत्र अन्ते कांश्चन विषयान् तत्र उक्तवान् तान् इदानीं तत्र अपि इदानीं पुनरेकवारं तत्र अनुवाद्य समापयामः. इदानीं प्रथमतः तत्र पेज् 173 पुनरेकवारं तत्र अवगन्तव्यम्. तत्र किं विद्याशङ्करमहोदय तत्र यः इदानीं तत्र स्थूलाक्षरैः यत्सर्वं निरूपितं तत् तर्कसङ्ग्रहात् एव आगच्छति. परन्तु इतः प्राक् कश्चन परिच्छेदः तत्र सः प्रथमः परिच्छेदः अस्मिन् पृष्ठे सः तत्र अवतारणिकारूपेण एव दृश्यते. इदानीं तत्र तस्य आरम्भः कृपया पठ्यताम्. तत् एतावता तस्मात् खलु एतावता सप्रकारकज्ञानानां भेदाः निरूपिताः. एतेषु संशयं त्यक्त्वा अन्ये प्रकाराः प्रत्यक्षे अनुमितौ शब्दबोधे च सर्वत्र एव सम्भवन्ति. अतः तावदेव इदानीं वस्ता तत्र प्रश्नः अस्ति संशयं त्यक्त्वा अन्ये प्रकारः प्रत्यक्षे इति यत् तत्र वर्तते. इदानीं संशयं त्यक्त्वा इति किमर्थं तत्र उक्तम् अस्ति वा कश्चन किञ्चन संशयविषये किम्? इदानीं प्रथमतः तत्र सप्रकारकज्ञानानां भेदाः इति स्मरति वा भवान् तत्र के तत्र स्थूलप्रकारकज्ञानं प्रकारता विशेषे खलु न इतः प्राक् एव तत्र अस्ति कश्चन तत्र समुच्चयसंशयात् अन्यः इति संशय कुत्र 169 इति तत्र आरम्भः तस्मात् आरभ्य सप्रकारज्ञानप्रभेदाः इति किञ्चन प्रकरणम् अस्ति. संशयः समुचयः एकत्र द्वयमूहालमनस्वभावः एवमेवमेवमेवम् इत्यादि तस्य संशयः समुच्चयः समूहालम्बनस्वभावः इति एवं समुच्चय द्वयोरेकं समूहालम्बनं ज्ञानम् अपि च किम् एकस्मिन् द्वयम् इति अपि वर्तते द्वयोरेकम् एकत्र द्वयम् एवम् एकस्मिन् द्वयम् एकत्र द्वयम् अपि च द्वयोरेकम् इति तत्र स्मर्यते वा तत्र नाम तत्र स्थूलरूपेण वदामः चेत् तत्र केचन प्रकारः वर्तते यत्र एकस्मिन् एकस्मिन् विशेष्ये सति तत्र नाम एकस्मिन् विशेष्ये विशेषणद्वयं त्रयं वा वर्तते अथवा एकस्मिन् तत्र अथवा एकः प्रकारः अनेकेषु विशेष्येषु यथा भासते एका प्रकारता स्मर्यते वा. आम् आं महोदय तत्र यथा घटे रूपमपि अस्ति एवमेव घटे रूपमपि रासः अस्ति अथवा पाकशालायाम् एकस्मिन् कोणे तत्र किम् अग्निः अस्ति अन्यस्मिन् कोणे गतः इति सर्वं परन्तु संशयः तत्र कश्चन प्रभेदः अस्ति यथा स्थानुर्वा तत्र पुरुषो वा अथवा स्थानुर्वा न वा अग्निरस्ति न वाग्निरस्ति न वा इदानीं तत्र अस्मिन् परिच्छेदे इदानीम् अस्मिन् परिशील्यमाने परिच्छेदे उक्तं यत् सर्वे किं सर्वे नाम सर्वे सप्रकारक एवं सर्वे सप्रकारकज्ञानप्रभेदाः तत्र प्रमायाम् अनुमित्याम् अपि च शब्दबोधे सर्वत्र सन्ति संशयं त्यक्त्वा. भवतु इदानीं तत्र वदामि यतोहि तत्र बहु समयः नास्ति परन्तु तत्र केचन विषयाः इदानीं वक्तव्य. प्रथमतः तत्र संशयं त्यक्त्वा इति कस्मात् परिशीलयामः इति चेत् सः तत्र संशयः यः सः तु अयथार्थ अनुभावेषु एकतमः वर्तते. इदानीं यत् यत् अन्यद् ज्ञानं तत्र उपस्थापितं नाम समुच्चय वा समूहालम्बनं वा एकत्र द्वयं वा तत्तु सर्वं निश्चयात्मकं ज्ञानं भवतु नाम घटे रसम् अस्ति च रसः अस्ति च रूपम् अस्ति च तत्र नास्ति कोऽपि विरोधः. अपि च एकस्मिन् कोणे अस्ति वह्निः पाकशालायाम् अन्यस्मिन् कोणे कोणे नास्ति तत्र समुच्चयज्ञाने ईदृशी गतिः तत्र सर्वं ज्ञानं यत् तत् निश्चयात्मकं परन्तु संशय सः तत् सः अनिश्चयात्मकं ज्ञानं तत्र निश्चयः नास्ति. अत एव इदं ज्ञानं भ्रामः इव तत्र अयथार्थज्ञानेषु एकतमं वर्तते. तत्तु सः अग्रे तत्र पुस्तकस्य अन्ते इव अस्माभिः परिशील्यते. परन्तु एतावता ज्ञातव्यं यत् प्रमाणम् अथवा यानि प्रमाणानि अथवा इतः प्राक् एकं प्रमाणम् एव अस्माभिः दृष्टम् एका प्रमितिः एका प्रमा एव अस्माभिः दृष्टा नाम प्रत्यक्षप्रमा तेन भ्रामात्मक अथवा तया भ्रामात्मकज्ञानं कदापि न स्वीक्रियते. तत्र केचन प्रतिबन्धकाः कदापि स्युत् केचन भ्रामाः कदापि स्युः परन्तु ते सर्वे तत्र मानसिका वा अथवा तत्र अन्यत्र कुत्रापि अन्यतः कुतश्चित् सर्वे जाताः परन्तु न प्रत्यक्षजन्याः. अत एव संशयः अयथार्थात्मकः संशयः अयथार्थानुभाव आत्मकः संशयः येन केनापि प्रमाणेन यया कयापि प्रमाया कदापि न स्वीक्रियते न गृह्यते इति एकम्. ओके, ज्ञातं वा? भवतु. अन्यत् सर्वदा संशयः भवति एव इति वचनस्य आशयः, तत्र आशयः कः इदानीं तत्र सप्रकारक तत्र वैशिष्ट्यवगाहि तत्र अवगाहि ज्ञानप्रभेदाः ये प्राक् दृष्टाः ते सामान्यतः प्रमाणेन केन केनापि प्रमाणेन यया कयापि प्रमाया तत्र भवन्ति, नाम प्रत्यक्षं तत्र प्रत्यक्षं भवति घातः रूपवात् रूपवान् रसवान् च, तत्र नास्ति कोऽपि कापि समस्या अथवा अनुमानेन तदापि अस्माभिः ज्ञातुं शक्यते. भवतु रासः तत्र पार्थिवं द्राव्यम् अतः एव पार्थिवत्वात् तत्र रसवात् रसवान् रूपवान् च भवतु इति तत्र शाब्दबोधे तथा तादृशः अपि अवगमनं वर्तते. परन्तु संशयः प्रत्यक्षेन कदापि न ज्ञायते. इदानीं प्रत्यक्षेन कदापि न ज्ञातुं शक्यते भोः अयं घतः वा अथवा किमपि अन्यत् किमपि लम्बोदरः वा, तथा न ज्ञायते. प्रत्यक्षेन वस्तुतः निश्चयात्मकं ज्ञानं सर्वदा स्वीक्रियते. परन्तु तत्र प्रतिबन्धकाः केऽपि आगच्छन्ति इति चेत् तर्हि संशयः उदेति. परन्तु न न प्रत्यक्षजन्यः संशयः. तत्र संशयविषये अग्रे बहु तत्र विशालः अस्ति कश्चन विचारः, सः इदानीं तथा महत्त्वपूर्णः न, परन्तु तत्र तथादेव ज्ञातव्यम्. अत्र संशयं प्रत्यक्षेन न भवति उक्तं वा भवता? एवम् एवम् एवम् एवं संशयः कदापि प्रत्यक्षेन न भवति. प्रत्यक्षेन सर्वदा ज्ञायते अयं पुरुषः अथवा अयं किं किमपि अयं घटः अयं वाक्नीयभावः अस्ति एव. परन्तु तत्र मध्ये ज्ञानौ तत्र प्रत्यक्षं स्वीक्रियते, प्रत्यक्षेन निश्चयात्मकं ज्ञानम् उत्पद्यते एव, परन्तु कदापि संशयः तदनन्तरम् उदेति. एवम् अस्तु. रज्जुसर्पः इति उदाहरणमस्ति खलु, तत् संशयः इति प्रभेदः आगच्छति. किम् उदाहरणं? रज्जुसर्पः इति वस्तुतः तत्र प्रत्यक् तत्र तु अन्यत् किमपि अपि वक्तुं शक्यते. तत्र तमो अस्ति अतः एव अलोक अभावात् वस्तुतः तत्र प्रत्यक्षम् एव न जायते. परन्तु न्यायिकरीत्या यदि वने गच्छामः तत्रापि अलोकः अस्ति सर्वं, तत्र यानि उपकारकाः तत्र अपेक्षिताः, अपि च अस्माकं चक्षुर् सुस्वस्थम् अस्ति इति सर्वम् अस्ति चेत् तर्हि तत्र सर्पम् अथवा रज्जुं पश्यामः चेत् तत्र प्रत्यक्षं प्रथमतः रज्जु ज्ञानम् एव उत्पादयति. परन्तु तदनन्तरं स्मरणं यत्किमपि तत्र आगच्छति प्रतिबन्धकं येन तदनन्तरं मनसि एव अथवा आत्मनि वस्तुतः संशयः उदेति. परन्तु सः संशयः न केवलं चक्षुर्सन्निकर्षेण तत्र उत्पादितः, परन्तु तत्र अन्ये केचन अथवा अन्यानि काचनानि कानिचन प्रकरणानि अपेक्षितानि. भवतु, इदानीं एतत् तत्र एकः विषयः. इदानीम् अन्यः विषयः अस्ति, इदानीम् उक्तम् अस्माभिः तत्र इदानीं द्राव्यप्रत्यक्षे इदानीं घातप्रत्यक्षे अस्माभिः सर्वदा किं तत्र संयोगः सम्बन्धः स्वीक्रियते. परन्तु द्रव्ययोः मध्ये नाम द्रव्यं तत्र किमर्थं संयोगः स्वीकृतः चक्षुरिन्द्रियं द्रव्यम् अन्येन घट द्रव्येण घट तत्र अन्येन द्रव्येण नाम विषयीभूतद्रव्येण तत्र घटेन तत्र यदा सम्बध्यते तत्र संयोगसम्बन्धः एव भवति इति अस्माभिः उक्तम्. परन्तु इदानीं प्रश्नः अस्ति तत्र कश्चन अन्यः सम्बन्धः येन तौ द्वौ अथवा ते द्वे तत्र संयुज्यन्ते न वा इति मम प्रश्नः. तत्र अस्ति कश्चन विद्याशङ्करमहोदय अस्ति कश्चन तत्र द्रव्ययोः मध्ये एवं नाम चक्षुरिन्द्रियम् एकं द्रव्यं घटविषयः तत्र ज्ञानस्य प्रत्यक्षस्य विषयः घटः अपि द्रव्यं तयोर्मध्ये संयोगः सिद्धः एव. परन्तु अस्ति अन्यः कश्चन सम्बन्धः न वा कीदृशः स्वरूपसम्बन्धः न भवितुम् अर्हति. स्वरूपसम्बन्धः न जानामि महोदय. भवता ममापि अस्ति इदानीमेव कश्चन सम्बन्धः कालिकसम्बन्धः अस्ति वा कालिकसम्बन्धः वस्तुतः कालिकसम्बन्धेन सर्वे सर्वाणि द्रव्याणि तत्र परस्परं किं भवति संयुक्तानि भवन्ति. इदानीं तत्र अस्ति कश्चन तत्र विचारः कथम् अत्र किम् अर्थम् अस्माभिः संयोगसम्बन्धः अत्र एव स्वीकृतः न तु कालिकसम्बन्धः. तत्र अत्र विषयद्वयमस्ति. प्रथमतः तस्यापि स्वरूपमहोदयेन उक्तं नाम वस्तुतः सन्निकर्षः नाम किम् इति परिशीलयामः चेत् सन्निकर्षः न केवलं कश्चन सम्बन्धः परन्तु प्रत्यक्षजनकः सम्बन्धः. वस्तुतः तत्रापि न्यायकोशः अस्ति कश्चन ग्रन्थः तत्रापि इदं लक्षणं दत्तं सन्निकर्षः नाम प्रत्यक्षजनकः सम्बन्धः इति एकम्. अपि च तत्र स्वरूपमहोदयेन उक्तं कालिकसम्बन्धः तु प्रत्यक्षजनकः न भवति. परन्तु तत्र सः किञ्चित् चिन्त्यं वर्तते इति द्रोणमहोदय पृष्ट्वा तद् अग्रे गच्छ. परन्तु मया चिन्त्यते कालस्तु सार्व तत्र असाधारणं कारणम् इति अस्माभिः दृष्टं. साधारणं कारणम् अतः एव साधारणं कारणम् इति चेत् तर्हि तत्र किं भवति तत्र समानाधिकरण्यं तत्रापि परिशीलनीयं. समानाधिकरण्यं केन सम्बन्धेन भवति? सर्वदा कालिकसम्बन्धेन. अत एव तत्र कालिकसम्बन्धः अपि तत्र प्रत्यक्षजनकः इति वक्तुं शक्यते इति मन्ये. परन्तु इदानीं तत्र किमपि भवतु तत्र भवितुम् अर्हति इति चेत् तर्हि प्रत्यक्षजनक असाधारणसम्बन्धः सन्निकर्षः इति तत्र वक्तव्यं. नाम प्रत्यक्षजनकः असाधारणः सम्बन्धः सन्निकर्षः इति तथा वक्तव्यम्. अपि च इति एकं. द्वितीयं च वर्तते वस्तुतः अस्माकं ग्रन्थकृता नाम तत्र देवदत्तपाटीलमहोदयेन तत्र कुत्र आसीत् पेज् 178 यत् वर्तते तत्र एकं द्वि त्रि चतुर्थवाक्ये वस्तु अस्माभिः तत्र दृष्टम् एतद् वाक्यं. परन्तु तत्र मया न उक्तम् इदानीम् उच्यते. परन्तु सन्निकर्षः अत्र व्यापारः भवति. इदानीं सन्निकर्षः व्यापारः इति चेत् तर्हि अस्माभिः दृष्टः तत्र व्यापारस्य लक्षणं किं भवति? तत् जन्यत्वे सचि तत् जन्यजनकत्वं तत् तत् अत्र इन्द्रियं स्यात् नाम इन्द्रियजन्यत्वे सचि इन्द्रियजन्यं यत् प्रत्यक्षं तस्य जनकं चान्दकः यः सम्बन्धः सः एव सन्निकर्षः भवति. इदानीं कालिकसम्बन्धः कदापि इन्द्रियजन्यः न भवति. यद्यापि कालिकसम्बन्धः प्रत्यक्षजनकः कदापि स्यात् इति मन्ये, परन्तु इन्द्रियजन्यः कदापि न भवति. अतः एव तत्र नास्ति कोऽपि संशयः. इदानीं व्यापारं स्वीकुर्मः इति चेत् सत्सन्निकर्षः व्यापारः इति स्वीकुर्मः इति चेत् तर्हि नास्ति कापि समस्या अत्र. अन्यत्र तु समस्या भवति, यतोहि समवायः व्यापारं भवितुं नार्हति. समवायस्तु सः नित्यः एकः, अत एव सः केनापि जन्यः न भवति. तत्र समस्या अपि भवति. वस्तुतः कुत्र अन्यत्र कुत्रापि मया दृष्टं तत्र व्यापारः न स्वीकर्तव्यं, परन्तु व्यापार इव लक्षणं, तत्र व्यापारस्य इव लक्षणं स्वीकर्तव्यं. नाम तत् प्रयोज्यत्वे सचि, यतोहि सन्निकर्षः तत्र समवाय इति दृष्टम् अस्माभिः प्राक् इति मन्ये. तत्र अस्ति कश्चन जनकः अथवा प्रयोजकः. इदानीं नित्येषु पदार्थेषु प्रयोजकत्वं स्वीकार्यम्. इदानीम् अत एव समवायः अत्र प्रयोज्य, तत् प्रयोज्य इन्द्रियप्रयोज्य श्रोत्रेन्द्रियप्रयोज्यः समवायः श्रोत्रेन्द्रियजन्यप्रत्यक्षजनकः तथा सङ्गतते इदं लक्षणम् इति एकम्. अपि च इदानीं पञ्चनिमेषः अपेक्षितः अथवा किञ्चित् अस्ति कश्चन कालः भवताम् आं महोदय. तर्हि अन्यत् किमपि वदामि. इदानीं भवतु नाम प्रत्यक्षजनकसम्बन्धः सन्निकर्षः इति अथवा प्रत्यक्षजनक असाधारणसम्बन्धः सन्निकर्षः इति स्वीकुर्मः. तत्र वस्तुतः इदं लक्षणं सर्वैः अदरीक्रियते इति मन्ये. अत एव तद् लक्षणम् एव अस्माभिः इदानीं स्वीकार्य अग्रे गच्छामः. तत्र परन्तु असाधारणत्वं तत्र कुत्रापि नियोजनीयम् इति मन्ये. भवतु नाम तत्र इदानीं तत्र अन्यः प्रश्नः अस्ति. इदानीं संयोगसम्बन्धं स्वीकुर्मः. इदानीं संयोगेन कैः इन्द्रियैः प्रत्यक्षं जायते तत्र सर्वाभिः चक्षुत्वक इन्द्रियोः सामान्यतया संयोगः भवति. एवम् चक्षुषा त्वच अपि च रसगन्ध इन्द्रियोः भवति, किन्तु तस्य प्रत्यक्षं न भवति तेन. केवलं रसस्य प्रत्यक्षं वा गन्ध घ्राण इन्द्रियेण गन्धस्य प्रत्यक्षं भवति. संयोगः अस्ति किन्तु संयोगस्य प्रत्यक्षं न भवति तेन. अयम् एव मनः अपि महोदय भवति अयम् एव विचारः. इदानीं प्रथमतः संयोगेन संयोगः कुत्र सन्निकर्षः भवति, नाम संयोगेन कुत्र भवति चक्षुषा त्वचा मनः तु आत्मानं प्रत्यक्षीकरोति, तत्रापि संयोगसम्बन्धः भवति. इदानीम् इति एकं. परन्तु इदानीं यदा रसनेन्द्रियं फलस्य रासं तत्र गृह्णाति, तत्र भवति संयोगः रासनेन्द्रियस्य फलेन सह न वा इति विचारः. तत्र इदानीं संक्षिप्त वदामि इति चेत् भवति एव, परन्तु सः संयोगः प्रत्यक्ष न प्रत्यक्षजनकसम्बन्धः. अत एव सः सम्बन्धः सम्बन्धत्वेन एव वर्तते, नाम रासनन्द्रियं द्रव्यं फलेन सह संयोगसम्बन्ध सम्बन्धेन एव तत्र सन्निकृष्टः भवति, परन्तु सः संयोगसम्बन्धः न सन्निकर्षः, नाम न प्रत्यक्षजनकः सम्बन्धः. ओके, अत्र प्रत्यक्षम् इत्युक्ते द्रव्यस्य पक्षं प्रत्यक्षमेव, न तु द्रव्यगुणस्य प्रत्यक्षम्. न न तथा तथा नास्ति, उक्तम् अस्माभिः तत्र पञ्चधा तत्र सन्निकर्षः तथा भवीयः सन्निकर्षः पञ्चधा अस्माभिः तत्र विभक्तः, नाम रासः अपि प्रत्यक्षीक्रियते अस्माभिः. इदानीं फलं खादामः इति चेत् तर्हि कुत्र माधुर्यं वा अन्यः अथवा लावण्यं कोऽपि गुणः तत्र वर्तते, सः स्वीक्रियते प्रत्यक्षी भवति एव. तत्र प्रत्यक्षी भवति एव केन इन्द्रियेण? फले रासः केन इन्द्रियेण? रसनेन्द्रियेण. एवं रासनेन्द्रियेण. इदानीं तत्र सन्निकर्षः कः? स्वसंयुक्तसमवायः. एवम् अत्र स्वसंयुक्तसमवायः इति चेत् तत्र संयोगसम्बन्धः मध्ये आगच्छति. तर्हि तत्र प्रश्नः उदेति कथं कस्मात् किमर्थं रसनेन्द्रियेण अथवा रसनेन्द्रियं यदा फलेन संयोगसम्बन्धेन एव संयुज्यते, किम् अर्थं तत्र फलं न प्रत्यक्षी भवति? यतो उक्तम् अस्माभिः तत्र त्रिभिः इन्द्रियैः एव द्रव्यं तत्र संयोगसम्बन्धेन प्रत्यक्षी भवति, नाम चक्षुषा त्वचा मनसा. अत एव फलं केवलं चक्षुषा फलं फलं नाम किं द्रव्यं चक्षुषा त्वचा वा एव प्रत्यक्षी भवति, न तु रसनेन्द्रियेण. अत एव इदानीम् अत्र तत्र विचारः अथवा भेदः तत्र सम्यक् अवगन्तव्यः. यद्यापि रसनेन्द्रियं फलेन सह संयोगसम्बन्धेन एव सन्निकृष्यते सम्बध्यते, तथापि सः संयोगसम्बन्धः न सन्निकर्षसंज्ञां प्राप्नोति, यतोहि सन्निकर्षसंज्ञा यत्र एव भवति यथा सम्बन्धः प्रत्यक्षजनक असाधारणसम्बन्धः कश्चन अस्ति इति. तथा एव इदानीं तत्र स्वरूपमहोदयेन तत्र कश्चन दत्तः किञ्चन दत्तम् उदाहरणम्. इदानीं रासन इन्द्रियं यत् तत्तु स्वयं जलीयं द्रव्यं, स्वयं जलीयं द्रव्यम् इति चेत् तथापि तस्मिन् एव इन्द्रिये, तस्मिन् एव द्रव्यभूते इन्द्रिये कदाचित् माधुर्यरासः भवितुम् अर्हति, परन्तु अस्माभिः न अनुभूयते. वस्तुतः वयं स्वयम् एव स्वं रसनेन्द्रियं तत्र अनुभाव अनु प्रत्यक्षीकर्तुम् अनुभावितुं न शक्नुमः. एवं वा? इदानीं भवतु नाम तत्र इदानीम् इति तत्र प्रथमतः इति ज्ञातव्यम्. इदानीं तत्र अग्रिमं सोपानं वर्तते. इदानीं रासनेन्द्रियस्य स्वस्य रसनेन्द्रियस्य तत्र विद्यमानस्य माधुर्यवद रसस्य च कः सम्बन्धः? समवायसम्बन्धः. इदानीं प्राक् अस्माभिः उक्तं वस्तुतः समवायसम्बन्धः इदानीं श्रोत्रेन्द्रियविषये अपि सन्निकर्षसंज्ञां प्राप्तुम् अर्हति, कदापि समवायसम्बन्धेन एव शब्दः श्रोत्रेन्द्रियेण प्रत्यक्षीभवति. परन्तु इदानीं तथा एव यथा संयोगसम्बन्धे प्राक् उक्तं तथा एव अत्र अवगन्तव्यं, न केवलं समवायसम्बन्धः परन्तु केवलं प्रत्यक्षजनकसमवायसम्बन्धः असाधारणसमवायसम्बन्धः. यतोहि रसनेन्द्रिये विद्यमानं विद्यमानः रासः यद्यापि समवायसम्बन्धेन वर्तते परन्तु सः समवायसम्बन्धः प्रत्यक्षं न जानाति इति. भवतु नाम आपिश तत्र प्रश्नाः सन्ति वा? तत्र ज्ञानेन्द्रियेण केवलं ज्ञानेन्द्रियम् एव स्वीकुर्मः तत्र द्रव्यप्रत्यक्षं न भवति, केवलं रसस्य एव भवति. किन्तु तत्र मनः मनसि इत्युक्ते स्मृति वा स्मृतौ पूर्वं यत् अनुभवम् अस्ति तेन मनसि नायिकैः चिन्त्यते मनसा एव आत्मा प्रत्यक्षी भवति. वस्तुतः तत्र वस्तुतः तत्र प्रतिक्षणम् अस्माकं मनः आत्मानं प्रत्यक्षीकरोति. परन्तु तत्र केचन प्रतिबन्धः जातः, अतः एव वयं तथा न अनुभवामः. परन्तु तत्र प्रत्यक्षं संयोगसम्बन्धेन एव वर्तते. अपि च आत्मनि विद्यमानाः गुणाः यथा दुःखं सुखं तत्तु तत्र संयुक्तसमवायेन स्वीक्रियन्ते. स्वसंयुक्तसमवायः नाम स्वसंयुक्त आत्मा, तत्र समवेताः ये गुणाः दुःखं सुखम् इत्यादिकं ते भवतु. अन्तिमः विषयः अस्ति, परन्तु तत्र वस्तुतः सः तत्र महती तत्र अस्ति कथा. इदानीं सर्वमहोदयेन केवलं तत्र वाक्यम् एकं वाक्यं दत्तम्, अपि च अतः एव इदानीं समयः बहु नास्ति, अतः एव बहु अपि न वदामि. परन्तु तत्र चिन्तनीयम् एवं तावत् वदामि. इदानीम् अभावः वस्तुतः अत्र महती अस्ति कथा तत्र नाम तत्र शास्त्रेषु तत्र भिन्नेषु भिन्नेषु शास्त्रेषु तत्र प्रकारः प्रतिशास्त्रम् इव भिन्नं वर्तते. नाम कथाम् अभावः अस्माभिः ज्ञायते. नाम वस्तुतः यदा यदि अहं भूतलं पश्यामि तर्हि इदानीं नैयायिकैः किं स्वीक्रियते? भूतलं पश्यामि इति चेत् तर्हि तत्र यथा भूतलम् अयं भूतलम् अथवा इदं भूतलम् इति प्रत्यक्षं ज्ञानं यथा वर्तते तथा एव भूत अथवा यथा भूतलं किमपि रक्तरूपवात् अस्ति इति यथा प्रत्यक्षं ज्ञानम् अस्ति तथा एव प्रत्यक्षम् एव ज्ञानम् इदं भूतलं घात अभाववत्. यतोहि नैयायिकैः अभावपदार्थः अभावः कश्चन भिन्नः विलक्षणः एव पदार्थः विद्यमानः, नाम तत्र जगति अस्माकं बहिर्जगति विद्यमानः पदार्थः एव, अत एव सः पदार्थः अपि प्रत्यक्षस्य विषयं भावितुम् अर्हति, प्रत्यक्षस्य विषयः भावितुम् अर्हति. परन्तु तत्र ज्ञायमानम् अस्ति यत् अन्यैः तत्र शास्त्रिभिः यथा मीमांसायां वेदान्तशास्त्रे च तत्र अनुभावः न अभावः न प्रत्यक्षयोग्यः इति तैः उक्तव्यं. वस्तुतः तैः स्वीक्रियते तत्र अन्यत् अस्ति किञ्चन भिन्नं विलक्षणं प्रमाणं यथा न्यायशास्त्रे तत्र किं प्रत्यक्षम् अनुमानं शब्दः उपमानम् इति चत्वारि, तत्र मीमांसायां वेदान्ते च तत्र षट् प्रमाणानि सन्ति. तेषु अन्यतमं वर्तते अनुपलब्धिः वा अथवा अभावः, येन एव अभावः स्वीक्रियते. परन्तु नैयायिकैः प्रत्यक्षयोग्यः एव भवति अभावः इति ते वदन्ति. अपि च तत्र कश्चन प्रकारः वर्तते, तर्कः कश्चन तत्र आवश्यकः, परन्तु इदानीं नास्ति तत् विचारे समयः इति मन्ये, तत्र न गच्छामि. परन्तु ज्ञातव्यं यत् अभावः घातः नास्ति, अपि च घातः न दृश्यते. तत्र तयोः वाक्ययोः महान् भेदः वर्तते इति. किञ्चित् तावत् वदामि, अद्य वदामि इति मन्ये. परन्तु यदि प्रश्नाः सन्ति तर्हि पृच्छन्तु. परन्तु तत्र वस्तुतः तत्र महती कथा वर्तते. तत्र अभावपदार्थः प्रथमतः अभावः पदार्थः न वा इति अयमपि विषयाः तत्र किं भवति संशयग्रस्तः. तत्र के कैश्चित् स्वीक्रियते, कैश्चित् न स्वीक्रियते. परन्तु यद्यापि मीमांसकैः वेदान्तिभिः च तत्र पदार्थत्वं भवतु, तत्र कैश्चित् स्वीक्रियते, कैश्चित् न स्वीक्रियते. परन्तु यद्यापि स्वीक्रियते, यैः स्वीक्रियते अपि, तथापि प्रत्यक्षयोग्यत्वम् अभावस्य केवलं नैयायिकैः स्वीक्रियते. अत्र अभावस्य चतुर्विधं तस्य तस्य प्रभेद अभावस्य प्रभेदात् न आवश्यकम् इत्युक्ते स्वादभावः, प्रत्यन्तभावः, अत्यन्तभावः, अन्योन्यभावः, यत्किमपि अभावः भवतु इति एव विषयः खलु. तत्र नास्ति भेदः, तत्र सर्वे एव चत्वारः अभावाः प्रत्यक्षयोग्यः. यथा वस्तुतः तत्र अस्माभिः एवं दृष्टं, तत्र उदाहरणं पाथे किमपि पाथे गतत्वं नास्ति वा, अथवा पतत्वे गतत्वं नास्ति, तथा अन्योन्याभावः इव अपि वक्तुं शक्यते. एवं तर्हि समर्पयामः वा. धन्यवादः. धन्यवादः. शुभरात्रि वा, शुभं दिनं, शुभदिनं वा, शुभदिनं, शुभरात्रि. धन्यवादः. धन्यवादः महोदय. आम्, धन्यवादः.